गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदिविश्वेषं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। अनुमानखण्डे स्मः, तत्र परार्थानुमानं पञ्च अवयववाक्यानि, वाक्यं श्रुत्वा कः शब्दबोधः, के शब्दबोधाः जायन्ते, वाक्यानि श्रुत्वा के शब्दबोधाः जायन्ते, तदनन्तरम् आत्मनि अत्र अनुमानसामग्री किं जायते इति एतत् सर्वं समीचीनरीत्या अस्माभिः चिन्तितम्। अस्तु, तर्हि तत्र व्याप्तिवाक्यम् अस्माभिः दृष्टं, व्याप्तिः कुत्र भवेत्, हेतौ भवेत् इति अपि अस्माभिः दृष्टं। तत्र हेतौ गुणद्वयं भवेत्, पक्षधर्मता अपि च व्याप्तिः, उभयमपि हेतौ भवेत् इति अस्माभिः दृष्टं। तत्रैव इदानीम् अग्रे पाठः गच्छति। 3-200 अन्वयव्यतिरेकहेतुः इति पाठः अस्तु, ततः पठेम। सतिभव भगिनी आरब्धं करोति वस्तु। आं महोदय। दौ हेतुगुणौ प्राग् उक्तौ, तत्र पक्षधर्मदा भवति एकविधा एव, व्याप्तिः तु द्विविधा, एका अन्यव्याप्तिः, अपरा व्यतिरेकव्याप्तिः। कश्चित् हेतुः उभयाश्रयो भवति, कश्चित् एकस्य एव आश्रयः, तेन च हेतोः अपि त्रैविध्यं भवति, तदेव सम्प्रति आह लिङ्गं त्रिविधमिति। अस्मिन् परिच्छेदे इन्ट्रोडक्षन् इति रूपेण त्यक्तम् अस्ति। इन्ट्रोडक्षन् इत्यस्य उपोद्घातः, उपोद्घातः अत्र पूर्वम् अस्माभिः पठितं, हेतौ द्वौ गुणौ स्तः तेभ्यः पक्षधर्मदा अपि च व्याप्ति इति। इदानीं तेषां विषये पक्षधर्मदा एकः एव अस्ति, विविधरूपेण नास्ति, परन्तु व्याप्तिः पक्ष एकविधधर्मः एव तिष्ठति इति, अत्र वैविध्यं नास्ति इति एव। पक्षे एकविधधर्मः इति नास्ति, पक्षधर्मता कुत्र अस्ति? पक्षधर्मता हेतौ अस्ति। उत्तमं, हा, पक्षधर्मता हेतौ अस्ति, तर्हि हेतुः धर्मः पक्षः धर्मी भवति खलु। धर्मः धर्मिणी वर्तते इति कृत्वा धर्मे धर्मता अस्ति। धर्मता इति धर्मधर्मीभावः साकांक्षपदार्थौ इति कृत्वा पक्षनिष्ठधर्मता हेतौ अस्ति। तर्हि हेतुः इति धर्मः एकस्मिन् पक्षे एव भवति खलु। आं महोदय। इति कृत्वा तत्र एकविधा एव इति उक्तं, पक्षधर्मता तु एकविधा इति। किमर्थम् इत्युक्ते अत्र द्विविधा न भवति इति आशयः नास्ति, एकविधा इत्युक्ते पक्ष एकस्मिन् पक्षे एव धर्मः भवति खलु। आम्, इदानीं स्पष्टता। अस्तु, व्याप्तिस्तु द्विविधा। अत्र अन्यव्याप्ति, अपरा व्यतिरेकव्याप्ति इति उक्तं, तदपि व्याप्तिः हेतु एव, न तु हेतोः इति नास्ति। न, व्याप्तिः कुत्र अस्ति? व्याप्तिः हेतौ अस्ति। हेतोः नास्ति इति नास्ति, व्याप्तिः हेतौ अस्ति, सा व्याप्तिः द्विधा विभक्ता अस्ति, अन्वयव्याप्तिः व्यतिरेकव्याप्तिः इति. हेतौ विद्यमान व्याप्तिः द्विधा विभक्ता अस्ति, अन्वयव्याप्तिः इति एकविधं, व्यतिरेकव्याप्तिः इति अन्यविधम्. हा, तदनन्तरं कश्चित् हेतुः, कश्चित् हेतुः उभयाश्रयो भवति इत्युक्ते किम्? कश्चित् हेतुः उभयाश्रयः इत्युक्ते अन्यव्याप्तिः अपि च व्यतिरेकव्याप्तिः द्वयोः अपि आश्रयः भवति इति अर्थः वा? उत्तमं, सत्यं. हा, अन्वयव्याप्तिः व्यतिरेकव्याप्तिः उभयमपि एकस्मिन् हेतौ भवति चेत् तादृशहेतुः अस्ति अन्वय अन्वयव्यतिरेकी इति. अन्वयव्यतिरेकी इति तेन हेतोः अपि त्रैविध्यं भवति. इदानीम् अन्यव्याप्ति व्यतिरेकव्याप्ति अन्यव्यतिरेकी इति त्रैविध्यं तदेव सम्प्रत्ययः. एकनिमिषम्, अत्र इतोपि किञ्चित् सावधानतया वक्तव्यं. तेन हेतोः अपि त्रैविध्यं भवति इति उक्तं खलु? अस्य त्रैविध्यं व्याप्त्याः त्रैविध्यं नास्ति, हेतोः त्रैविध्यं. हेतोः त्रैविध्यं व्याप्त्याः त्रैविध्यम् इति भवती अवगच्छति, किन्तु पठति किं हेतोः त्रैविध्यम्? आम् किन्तु अत्र व्याप्ति एव उक्तं महोदय. भगिनी, व्याप्तिः हेतौ अस्ति खलु? आम्, व्याप्तिः हेतौ अस्ति. व्याप्तिः द्विविधा अस्ति, अन्वयव्याप्तिः व्यतिरेकव्याप्तिः, अपि च हेतुः त्रिविधमस्ति. यस्मिन् हेतौ अन्वयव्याप्तिः व्यतिरेकव्याप्तिः उभयमपि अस्ति, तत् अन्वयव्यतिरेकी इति तस्य नाम अस्ति. तर्हि अन्वयव्यतिरेकी व्याप्तिः इति न वक्तव्यम्, अन्वयव्यतिरेकी हेतुः. ओके, अवगच्छति वा न वा? अवगच्छामि, किन्तु अन्य इदानीं वयं उक्तवन्तः अन्यव्याप्ति हेतौ विद्यमानव्याप्तिः एव खलु महोदय? तदा एव अन्यव्यतिरेकी अपि हेतौ विद्यमाना व्याप्तिः एव खलु? न, इदानीम् अन्वयव्यतिरेकी इति पदमस्ति खलु, अन्वयव्यतिरेकी, तद् कस्य विशेषणम्? अन्वयव्यतिरेकी इति हेतोः विशेषणं वा व्याप्तेः विशेषणं वा? अन्यव्यतिरेकी इति व्याप्त्याः विशेषणम् इति मम चिन्तनमस्ति. नास्ति वा भगिनी? व्याप्तिः द्विविधा अस्ति, अन्वयव्याप्तिः व्यतिरेकव्याप्तिः. हा, तदवगतं खलु? तदनन्तरं व्याप्तिः कुत्र भवति? हेतौ. यदि व्याप्तिद्वयम् एकस्मिन् हेतौ भवति तर्हि तादृशहेतोः नाम अस्ति अन्वयव्यतिरेकी. यदि एकमेव व्याप्तिः अन्वयव्याप्तिः एव हेतौ अस्ति तादृशहेतोः नाम अस्ति केवलान्वयी. ओके, यदि व्यतिरेकव्याप्तिः एव हेतौ अस्ति तर्हि तादृशहेतोः नाम अस्ति केवलव्यतिरेकी इति कृत्वा, यद्यपि व्याप्तिः द्विविधा अस्ति हेतुः त्रिविधम् अस्ति. एकं तु अन्वयव्यतिरेकी, द्वितीयं तु केवलान्वयी, तृतीयं तु केवलव्यतिरेकी. बुद्धं वा? तदेव सम्प्रत्याः लिङ्गं त्रिविधं, लिङ्गम् इत्युक्ते हेतुः इति अर्थः. लिङ्गं त्रिविधं, लिङ्गं त्रिविधं. बुद्धं खलु? अस्तु एकनिमिषम् अग्रे अन्यत् अन्यः कोऽपि पठतु इदानीं वर्षा भगिनी अग्रे पठतु भगिनि. लिङ्गं त्रिविधम् अन्वयव्यतिरेकी केवल अन्वयी केवलव्यतिरेकी च इति. अत्र हेतु हेतवः त्रिविधाः अन्वयव्यतिरेकी केवल अन्वयी केवलव्यतिरेकी इति. अन्वयेन व्यतिरेकेण च यास्ति मत् अन्वयव्यतिरेकी. अत्र मतु प्रत्ययस्य योजनेन व्याप्ति कुत्र अस्ति, हेतु अस्ति इति दत्तमस्ति. अतः अन्वयव्यतिरेकेण हेतु भवति अन्वयव्यतिरेकी इति वाक्येन अवगन्तव्यम्. इत्युक्ते अन्वयेन व्यतिरेकेण च व्याप्तिमत् अत्र किञ्चित् वदतु. अत्र अन्वयेन तृतीयायामस्ति खलु? आम् महोदय. अत्र व्याप्तिमत् इति पदेन हेतु उक्तम्. अन्वयेन च व्यतिरेकेण च हेतुः अन्वयव्यतिरेकी भवति इति सम्पूर्णवाक्यम्. अन्वयेन इत्युक्ते अत्र व्याप्ति अन्वयव्याप्त्या इति सम्पूर्णतया वक्तव्यम्. अन्वयव्याप्त्या हेतुः अपि च द्वयमपि अत्र एव सन्ति. अन्वयव्याप्त्या च व्यतिरेकव्याप्त्या अत्र हेतु भवति अन्वयव्यतिरेकी इति अवगन्तव्यम्. इत्युक्ते यस्मिन् हेतौ अन्वयव्याप्तिः व्यतिरेकव्याप्तिः उभयमपि अस्ति तादृश व्याप्तिमत् अन्वयव्यतिरेकी इति कथ्यते. अस्तु अग्रे. यथा वर्णौ साध्ये धूमवत्वं, यत्र धूमः तत्र अग्निः, यथा महानसम् इति अन्वयव्याप्तिः. यत्र वह्निः नास्ति तत्र धूमः अपि नास्ति, यथा महाहृद इति महाहृद इति व्यतिरेकव्याप्तिः अस्ति. अत्र तदेव डैरेक्ट् रिलेशन्शिप् अत्र पासिटिव् अपि अस्ति नेगेटिव् अपि अस्ति इति कृत्वा अत्र अन्वयव्याप्तिः अपि अस्ति व्यतिरेकव्याप्तिः अस्ति अपि अस्ति अत्र धूम अग्नौ सम्बन्धे. अतः अन्वयमात्र अत्र अन्वयव्यतिरेकव्याप्तिः कुत्र अस्ति इति चेत् धूमे सोरि वन्याम् अन्वयव्यतिरेकव्याप्ति अस्ति इति कृत्वा तत् अन्वयव्यतिरेकी. वन्याम् अन्वयव्यतिरेकव्याप्तिः अस्ति वा पर्वते अस्ति वा हा पर्वते अस्ति न. अत्र हेतु कः? अत्र हेतु तु द्विविधं भवति. पक्ष पर्वते वह्निः इति प्रथमं, यत्र यत्र वह्निः यत्र यत्र धूमः तत्र तत्र वह्निः इति द्विविधम्. अत्र अत्र इदानीं पर्वतस्य विषये चिन्तनमेव नास्ति. पक्षधर्मता एकविधा एव खलु? व्याप्तिसम्बन्धि महोदय, व्याप्ति हेतु. तर्हि समीचीनतया वदतु इदानीं यत् भवत्या पठितं. यथा वह्नौ साध्ये धूमवत्वं, तस्य वाक्यस्य अर्थं वदतु प्रथमं. हा महोदय. प्रथमं यत्र यथा वह्नौ वह्नौ एव साध्यः अस्ति. वह्नौ साध्ये धूमवत्वं वह्नौ इति साध्यः महोदय. वह्नौ एव साध्यः अस्ति इति किं वदति? वह्निः एव साध्यं खलु? अत्र कीदृशसप्तमी अस्ति? अधिकरणसप्तमी. कस्य अधिकरणं? धूमस्य. नो नो नो, यथा वह्नौ साध्ये सति धूमवत्वम् इति वा? धूमवत्वम् अत्र किञ्चित् सावधानतया चिन्तनीयं. धूमवत्वम् इति पदस्य अर्थः कः? धूमवत्वं कुत्र अस्ति? धूमवत्वं पर्वते ओके अत्र पर्वतः वन्याम् अस्ति व्याप्तिसम्बन्धेन. किमर्थमत्र व्याप्ति अत्र धूमवत्वम् इति पदस्य विश्लेषणं करोतु प्रथमम्. आं महोदय, धूमवत्वम् इति धर्मः कुत्र अस्ति? धूमवती अस्ति. धूमवती कः? पर्वतः इति एव वक्तव्यम्. दीस् लैन्स् आर् वेरि कन्फ्यूसिङ्ग् महोदय. अतः किञ्चित् सावधानतया चिन्तनीयम्. सावधानतया चिन्तनीयं, झटिति न वक्तव्यं. यथा वह्नौ साध्ये धूमवत्वम् इति अस्ति, तर्हि धूमवत्वम् इति कश्चन धर्मः खलु, त्वप्रत्ययं योजयित्वा धूमवत् योगः त्वं धूमवत्वम् इति आगतं. तर्हि धूमवत् इत्युक्ते किं? यस्मिन् धूमः अस्ति सः खलु. अस्तु, तर्हि इदानीं धूमवान् कः इति चिन्तनीयं. धूमवती एव धूमवत्वं भवति खलु. तर्हि यथा वह्नौ साध्ये धूमवत्वम् वह्नौ साध्ये इति सप्तमीद्वयं तत्र विद्यते. तत्र सती सप्तमी वा नो चेत् विशेषणविशेष्यभावः वा किम् इति चिन्तनीयम्. अत्र वह्निः एव साध्यं खलु, वह्नेः साध्यं वह्नेः साधनं पर्वते विद्यमानवह्नेः साधनं कथं क्रियते? धूमं धूमः इति हेतुं स्वीकृत्य एव क्रियते खलु. तर्हि वह्नेः साधनं धूमं स्वीकृत्य क्रियते, तस्मिन् धूमे सः धूमः अन्वयव्यतिरेकी अस्ति. सः धूमः वह्निः साध्यवान् धूमः यदस्ति सः धूमः अन्वयव्यतिरेकी हेतुः अस्ति इति बोधः. किमर्थम् इत्युक्ते यत्र धूमः तत्र अग्निः यथा महानसम् इति अन्वयव्याप्तिः कुत्र अस्ति? धूमे अस्ति. यत्र वह्निः नास्ति तत्र धूमः अपि नास्ति यथा महाह्रदः इति व्यतिरेकव्याप्तिः अपि धूमे न अस्ति इति कृत्वा इदानीं वह्नि साधकधूमः अन्वयव्यतिरेकी हेतुः इति कथ्यते इति आशयः. अत्र बुद्धं वा? Broadly, I understand means what? What is it that you do not understand? It seems, I got confused because अत्र द्विनिष्ठः हेतुः पक्षधर्मता अपि च व्याप्तिः इति वाक्येन ऐ गाट् भ्रमः जातः. परन्तु इदानीं मया अवगतम् अत्र हेतु इत्युक्ते केवलं हेतु एव स्वीकरणीयम्, अत्र ज्ञानस्य विषये न चिन्तनीयम् इति. सत्यम् इत्युक्ते अत्र उपोद्घाते किं दत्तमस्ति? पूर्वस्मिन् पाठे यदस्माभिः पठितं हेतोः द्वौ गुणौ तस्य परामर्शः कृतः आरम्भे. पक्षधर्मता इति एकं गुणं, द्वितीयम् अस्ति व्याप्तिः. उभयमपि हेतौ अस्ति इति अस्माभिः पठितं. तत्र पक्षधर्मता तु एकविधा एव, तर्हि तस्मिन् विषये न चिन्तनीयमेव. व्याप्तिः द्विविधा भवति, एकं तु अन्वयव्याप्तिः, अन्यस्तु व्यतिरेकव्याप्तिः. अस्तित्वं स्वीकृत्य यदा व्याप्तिवाक्यं वदेम तदा अन्वयव्याप्तिः भवति. अभावत्वं स्वीकृत्य यदा व्याप्तिवाक्यं वदेम तदा व्यतिरेकव्याप्तिः भवति. अस्तु, तदनन्तरं तादृश अन्वयव्याप्तिः व्यतिरेकव्याप्तिः उभयमपि यदि एकस्मिन् हेतौ अस्ति, तादृशहेतोः नाम अस्ति अन्वयव्यतिरेकी. तस्य उदाहरणं किं? धूमः. किमर्थं धूमः अन्वयव्यतिरेकी हेतुः? यत्र यत्र धूमः तत्र तत्र वह्निः इति, यत्र धूमः तत्र अग्निः, यथा महानसम् इति अन्वयव्याप्तिः धूमे अस्ति. यत्र वह्निः नास्ति तत्र धूमः अपि नास्ति, यथा महाह्रदः इति व्यतिरेकव्याप्तिः अपि धूमे अस्ति इति कृत्वा धूमः अन्वयव्यतिरेकी हेतुः इति अर्थः. बुद्धं खलु? अस्तु, इदानीम् अग्रे वदतु. यत्र धूम यथा अन्वयमात्रव्याप्तिकं केवल अन्वयी. अत्र यदि हेतौ केवलम् अन्वयव्याप्तिः एव अस्ति तर्हि तत् अन्वय तस्मिन् अन्वयमात्रव्याप्तिकम् अस्ति इति वदामः. अतः अन्वयमात्रव्याप्तिकम् इत्युक्ते केवल अन्वयी, यः अन्वयव्याप्ति यस्मिन् अस्ति सः हेतुः भवति अन्वय केवल अन्वयी. यथा घटः अभिधेयः प्रमेयत्वात् पटवत्. वाक्यस्य अर्थः अस्ति, दिस् इस् लिटल् कन्फ्यूसिङ्ग् महोदय, ऐ होप् ऐ अण्डर्स्टुड् करेक्ट्लि. अत्यन्त अभावः स्थले तद् वदामः इति. घटः अभिधेयः प्रमेयत्वात् पटवत् इत्युक्ते यस्य नाम घटः इति अस्ति तत् प्रमेयत्वात्, प्रमेयत्वात् इत्युक्ते आब्जेक्ट् आफ़् नालेज् इति, बै वर्च्यू आफ़् बीङ्ग् दि आब्जेक्ट् आफ़् नालेज् देट् विच् इस् नोन् एस् घट. घटाः अभिधेयः प्रमेयत्वात् पटवत् इति अवगन्तव्यं वा? एकनिमिषम् अत्र क्रमेण गच्छेम. प्रथमम् अत्यन्त अभावः इति भवती वक्तुं, किमर्थं तदुक्तं? घटपटमध्ये यः सम्बन्धः अस्ति अत्यन्त अभावः नास्ति. इदानीं वयम् अन्योन्य अन्योन्यभावः अन्योन्यभावः न न न अत्र अन्योन अभावस्य चिन्तनमेव नास्ति अत्र. इदानीं कस्मिन् विषये चिन्तनं जायमानमस्ति? अनुमानम्. अनुमानम् अत्र सामान्य अनुमानवाक्यं वदतु यत् अस्माभिः पठितं पूर्वं. तद्घटं वा न इति वाक्यं, सामान्य अनुमानवाक्यस्य उदाहरणं पर्वतः वह्निमान् वदतु, सम्पूर्णवाक्यं वदतु. पर्वतः वह्निमान्. अत्र प्रथमवाक्यमस्ति पर्वते. प्रथमं वाक्यं वदतु, सम्पूर्णवाक्यं वदतु, तावदेव मया प्रार्थितं खलु. आम् महोदय. पर्वतः वह्निमान् धूमवत्वात् यथा महानसम्. तावत् हा भवतु इति सामान्यवाक्यं यदस्ति तादृशवाक्यम् एतत् घटः अभिधेयः प्रमेयत्वात् पटवत्. पर्वतः वह्निमान् धूमात् महानसवत् इति. हा वदतु. सोरि महोदय, भवान् हा हा हा. तर्हि प्रथमम् अत्र कस्मिन् विषये चिन्तनं जायमानमस्ति इति मनसि भवेत्. अत्र घटः पटः इति उक्तत्वात् तत्र अन्योन्य अभावः इति नास्ति. विषयः अस्ति, एतद् अनुमानवाक्यमस्ति. पर्वतः वह्निमान् धूमात् यथा महानसम् इति सामान्य यद् अनुमानवाक्यमस्ति तादृश अनुमानवाक्यमेव अत्र प्रदर्शितं. घटः अभिधेयः प्रमेयत्वात् पठवत्. अस्तु, इदानीं पर्वतः वह्निमान् धूमात् यथा महानसम् इत्यत्र पर्वतः इत्यस्य पारिभाषिकशब्दनाम किम्? पक्षः. उत्तमम्. वह्निमान् इत्यत्र वह्निः इति यदस्ति यः भागः अस्ति तस्य नाम किम्? साध्यः. साध्यम्, उत्तमम्. धूमात् तत्र धूमः यदस्ति तस्य नाम किम्? हेतु. यथा महानसम् इत्यत्र महानसम् इत्यस्य उदाहरणं खलु. एवम् अत्र घटः अभिधेयः प्रमेयत्वात् पठवत् इत्यत्र इत्यत्र वदतु समानरीत्या. अत्र घटः इति घटः इति पक्षः, यः कोऽपि विषयं स्वीकृत्य तत् किम् इति ज्ञातुम् इच्छति चेत् तस्य कुत्र अस्ति इति विषयः कः इत्युक्ते घटः. घटः अभिधेयः, अभिधेयः इत्युक्ते तस्य द प्रापर्टि आफ् बीङ्ग् नेम्ड्. अत्र अभिधेयः मया किं प्रार्थितं भगिनी? केवलं यत् पर्वतः इति पक्षः, वह्निः इति साध्यं, तादृशम् अत्र वदतु इति एव प्रार्थितं खलु. ओके ओके महोदय. घटः पक्षः, अभिधेयः इति साध्यः एव भव साध्यं, प्रमेयत्वात् इति अत्र हेतु, पठवत् इति उदाहरणं. भवतु, तावदेव अत्र अर्थं तावदेव. My basic doubt is why is Pata giving an example for naming Gata? There is no logic there. Because even Pata uses the same logic to be named. Thada eva abideyaha prameyatva Pataha api same logic na mahadya. The sentence doesn't make sense at all. Bhagini, atra gataha abideyaha prameyatva patavat iti anumana vakyam katham avagantavyam ityasmin vishye Pataha agre asti. एतत्तु अनुमानवाक्यमस्ति. सामान्यतया यद् रामः रावणेन युद्धं करोति इति सामान्य व्याकरणवाक्यं यथा अवगच्छेम तथा अत्र न अवगन्तुं शक्यते. सो डोण्ट् ट्रै टु अण्डर्स्टाण्ड् दि वर्ड्स् आफ् दिस् अनुमानवाक्य थ्रू नार्मल् संस्कृत्. दिस् इस् अ टेक्निकल् सेण्टेन्स्. तर्हि तस्य अर्थः कः इति अनन्तरं पश्येम. किन्तु वाक्यस्य आकारं दृष्ट्वा अत्र किम् अवगन्तव्यम्? एतद् अनुमानवाक्यस्य वाक्यम् इति तावद् अवगच्छति चेत्, अपि च तत्र घटः इति पक्षः, अभिधेयः इति साध्यं, प्रमेयम् इति हेतुः, पठवत् इति उदाहरणम् इति अवगच्छामश्चेत् इदानीं पर्याप्तम्. अण्डर्स्टुड्? हा, तर्हि तावद् अवगच्छामश्चेत् पर्याप्तं. तदनन्तरं घटः अभिधेयः प्रमेयत्वात् पठवत् अत्र कथं वा पटः उदाहरणं भवति घटस्य निरूपणार्थम् इति अग्रिमे अनन्तरं चिन्तनं भवति. तदा इतोपि गभीरबोधः जायते. तदनन्तरं तत्सर्वं पठित्वा यदि इतोपि प्रश्नः अस्ति तदा चिन्तयेम. किन्तु अत्र केवलं किमवगन्तव्यम् इति चेत् एतद् अनुमानवाक्यस्य स्वरूपमस्ति. केवलान्वयी अनुमानवाक्ये, केवलान्वयी हेतुस्थले वाक्यम् अनुमानवाक्यं कथं भवति इति चेत् एतादृशं भवति इति अवगन्तव्यम्. केवलान्वयी केवलान्वयी नास्ति, अन्वयव्यतिरेकी हेतुस्थले वाक्यं कथं भवति? पर्वतः, वह्निमान्, धूमात्, यथा महानसम् इति भवति. केवलान्वयि हेतुस्थले केवलान्वयि हेतुं प्रयुज्य यदा वाक्यं रचयेम तदा वाक्यस्य आकारः कथं भवति इति चेत् घटः अभिधेयः प्रमेयत्वात् पठवत् इति वाक्यं भवति. अस्तु, अग्रे पठतु भगिनि. महोदय, अत्र तत् कथं केवल अन्वयि अस्ति इति इदानीं न चिन्तनीयं वा? न न चिन्तयामि. न अत्र बहु किमपि अवगन्तव्यमस्ति. ओके, अस्तु, अग्रे. अत्र प्रमेयत्व अभिधेयत्व अत्र प्रमेयत्व अभिधेयत्वयोः व्यतिरेकव्याप्तिः नास्ति. सर्वस्य एव प्रमेयत्वादभिधेयत्वाच्च. महोदय, बिकास् ऐ डि नाट् अण्डर्स्टाण्ड् द प्रीवियस् वाक्य, ऐ एम् नाट् एबल् टु अण्डर्स्टाण्ड् दिस् वाक्य. अस्तु, अहं प्रतिपादयिष्यामि. अत्र प्रमेयस्व अभिधेयस्वयोः व्यतिरेकव्याप्तिः नास्ति. अस्तु, अन्वयव्याप्तेः आकारः कथं भवति? यत्र तत्र तत्र वर्णिः. उत्तमं. व्यतिरेकव्याप्तिः वाक्यस्य आकारं कथं भवति? यत्र यत्र वह्निः नास्ति तत्र धूमः नास्ति. अस्माकं यत्र यत्र इत्येव प्रयोगं कुर्मः. यत्र यत्र वह्निः अभावः तत्र तत्र धूमाभावः, खलु? यथा महाह्रदः, अत्र यत्र यत्र धूमः तत्र तत्र वह्निः. यथा महानसं, यत्र यत्र वह्निः अभावः तत्र तत्र धूमाभावः. यथा महाह्रदः इति अन्वयव्याप्तिवाक्यं व्यतिरेकव्याप्तिवाक्यं, खलु? अस्तु, इदानीम् अत्र घटः अभिधेयः प्रमेयत्वात् पटवत् इति वाक्यं स्वीकृत्य प्रथमम् अन्वयव्याप्तिवाक्यं वदतु. यत्र यत्र प्रमेयः तत्र तत्र अभिधेयः. यत्र यत्र प्रमेयत्वं तत्र तत्र अभिधेयः. अभिधेयत्वम् उदाहरणमपि योजनीयं, खलु? यथा यथा पठव, अत्र दत्तमस्ति पठवत् इति. तादृशं स्वीकरोतु. यत्र यत्र प्रमेयत्वं तत्र तत्र अभिधेयत्वं पटवत् इति अन्वयव्याप्तिवाक्यम् उक्तं, खलु? अस्तु, तर्हि इदानीम् अभिधेयत्वं प्रमेयत्वम् इति पदद्वयस्य अर्थः अवगन्तव्यः. यत्र यत्र प्रमेयत्वं तत्र तत्र अभिधेयत्वं पटवत् इति अन्वयव्याप्तिवाक्यं. तर्हि प्रमेयत्वं कुत्र अस्ति? अत्र प्रमेये अस्ति, खलु? प्रमेये प्रमेयत्वम् अस्ति. प्रमेये अस्ति. प्रमेयम् इत्युक्ते किम्? आब्जेक्ट् आफ् काग्निशन्. उत्तमम्. अस्तु, अभिधेयत्वम् इत्यस्य अभिधेयत्वं कुत्र अस्ति? अत्रापि पटे एव अस्ति. न यथा अभिधेये अस्ति. हा, उत्तमम्. अभिधेयः इति इत्युक्ते किम्? प्रापर्टि आफ् बीङ्ग् नेम्ड्. उत्तमं, बहु उत्तमं. तर्हि इदानीं वाक्यस्य अर्थम् अवगन्तुं शक्नुमः, खलु? यत्र यत्र प्रमेयत्वं तत्र तत्र अभिधेयत्वं पटवत् तस्य अर्थस्य वाक्यस्य अर्थं वदतु. यत्र यत्र ज्ञानं भवति तत् वेर् देर् इस् एन् आब्जेक्ट् आफ़् काग्निशन् देर् केन् बि अ नामेन्क्लेचर् इति संस्कृतमध्ये. यत्र तस्य ज्ञानं भवति तत्र तस्य नाम अपि भवितुमर्हति इति वा? इति नास्ति. यु हव् अण्डर्स्टुड् बट् यु आर् नाट् मे बि यु हव् नाट् अण्डर्स्टुड्. यु हव् टु नेम् दि वर्ड् इसि. यत्र यत्र धूमः तत्र तत्र वह्निः इत्यस्य अनुवादं करोतु. वेर् देर् इस् स्मोक् देर् इस् फैर्. हा, बट् यु आर् नाट् सेयिङ्ग् वेर् देर् इस् स्मोक् देर् केन् आल्सो बि फैर्. यु आर् नाट् सेयिङ्ग् वै? बिकास् इट् इस् अ गिवन्. देर् इस् नो चाय्स् अबौट् केन् आल्सो बि. देर् इस् नो पासिबिलिटि आफ़् इट् नाट् बीङ्ग् देर्. सो द वे टु से वेर् देर् इस् स्मोक् there will be fire, correct? Yes, yes. Evam atrapi vadatu. Yatra yatra prameyatvam tatra tatra abhideyatvam ityukte yatra yatra visheshe gnanam bhavati tatra tatra tasya namaha dhartum shakyate iti tatra shakyate na shakyate na na na sorry mahodaya. Ha, correct. I got it. Tatra tatra namaha datavyam iti. Now you know something, you name it. No, again, you have to say, just do it like a robo. Only then you will get it right, because there is confusion that is happening in your mind in between. यत्र यत्र धूमः तत्र तत्र वह्निः. आङ्ग्लभाषायाम् अनुवादं करोतु कृपया. Wherever there is smoke, there will be fire. हा, यत्र यत्र प्रमेयत्वं तत्र तत्र अभिधेयत्वम्. आङ्ग्लभाषायाम् अनुवादं करोतु. Where there is an object of cognition, there will be a name for it. हा, now you have said it correctly. This I understood, but I did not understand why it cannot go in the reverse. Please do not go beyond what I am saying. Okay. Always I am taking you in a methodical manner. Sorry. Astu. Haan. So you are, because the answer is coming in the next step, but if you go already two steps ahead, I cannot. You have to be with me. Astu. Tarhi yatra yatra prameyatvam. तत्र तत्र अभिधेयत्वम्. वेरेवर् देर् इस् एन् आब्जेक्ट् आफ् नालेज् देर् विल् बि वाट् डिड् यु से अभिधेयत्वम्. अभिधेयः मीन्स् वाट्? देर् विल् बि अ नेम् फार् इट्. हा, वेरेवर् देर् इस् एन् आब्जेक्ट् आफ् नालेज् देर् विल् बि अ नेम् फार् इट् इति अर्थः खलु? पटवत् लैक् अ क्लात्. क्लात् इस् एन् आब्जेक्ट् आफ् नालेज् अण्ड् क्लात् इस् आल्सो ए नेम्. सो इफ् संथिङ्ग् हेस् टु बि एन् आब्जेक्ट् आफ् नालेज् इट् हेस् टु हेव् अ नेम्. दट् इस् दि अनुमानम्. इफ् संथिङ्ग् हेस् टु बि एन् आब्जेक्ट् आफ् नालेज् इट् हेस् टु हेव् अ नेम् इस् दि अनुमानम्. अस्तु, एतावत् बुद्धं. तर्हि इदानीं व्यतिरेकव्याप्ति वदतु. अग्रिमवाक्यमत्र प्रमेयत्व अभिधेयत्वयोः. भगिनि, मम प्रार्थनां कृपया पूरयतु. ऐ जस्ट् आस्क् यू टु टेल् दि व्यतिरेकव्याप्ति वाक्या फर् दिस्. अच्छा, सारी महोदय, ऐ डोण्ट् अण्डर्स्टाण्ड् योर् क्वश्चन्. अत्र यत्र यत्र प्रमेयत्वं नास्ति तत्र तत्र अभिधेयत्वं. न न न, यत्र यत्र प्रमेयत्व अभावः तत्र तत्र अभिधेयत्वं. महोदय, सारी महोदय, ऐ गाट् फुल्लि कन्फ्यूस्. इट् इस् लैक् वनि एन् धूम. ऐ गाट् इट्. यत्र यत्र अभिधेय अभावः तत् अभिधेयत्व अभावः तत्र तत्र प्रमेयत्व अभावः इति अस्ति. Very good. Now you have, that's why I'm saying you are going too fast, you are not thinking. Please slow down and think. Krameena chintayama. Astu, idanin sami chintaya uktam. Anvayapyapti hi ka asit? Yatra yatra prameyatvam, tatra tatra abhideyatvam patavat. Idanin vitireka vyapti hi asti ches kim bhavet? Yatra yatra abhideyatva abhavaha, tatra tatra prameyatva abhavaha. Translate this. Wherever there is an absence of being named, there is an absence of cognition. Huh, that doesn't make sense because wait, I only pleased, just you have to really slow down. I am requesting you just to do only what I say. Don't think beyond. Please don't think beyond. Okay. Please again translate once more. Where there is an absence of being named, there is an absence of cognition. Okay. Now, what I want you to say, yatha. Can you give me an example here? No, it doesn't make sense, that vakyam. Don't forget about whether that vakyam makes sense or not. Can you give an example? I cannot give an example unless it makes sense. Where some... No. I can explain it now. Can you give an... Is it possible to know something without giving it a name? If supposing there is an object like that, you will be able to say yatha. Correct? Yes. But there is no such thing. The vakya makes sense यत्र यत्र अभिधेयत्व अभावः तत्र तत्र प्रमेयत्व अभावः. ऐ केन् ट्रान्स्लेट् द सेण्टेन्स् एक्साक्ट्लि लैक् यू सेड् नौ, बट् यू विल् नाट् बि एबल् टु गिव् एन् एक्साम्पल्. That is where it fails. Don't say that the vakya doesn't make sense. The vakya makes sense, but you will not be able to give an example. You will not get an example where you have something which is an object of cognition which does not have a name. Yeah, by virtue of not having a name itself, you cannot give an example. Actually, you can. You can give an example if you have understood what I am saying. Astu idanim bhavatyaha puratah kimapi vastu asti iti chintayatu, nutana vastu asti tasya nama bhavati na janati kintu tasya jnanam praptam va na va praptam tari So you have known an object which is an object of cognition whose name you do not know. No, no. Parantu mahodaya atra aashayah asti abhidheyah itikte commonly known, generally known iti bhavet. So even if I don't know, it is known by two people with a name. So I might not know it. If it is an object... Where did you study all these things? No, I'm telling mahodaya, because abhidheyah means named. So it's not that I don't know the name. Abhidheyah just means name. So it has a name. The property of having a name is there, no? Every year in the Oxford Dictionary, words are added. Correct? Species, new species are being named. Names are created. And the reason why we say Sanskrit is a very powerful language is because you can name something. Sanganakam. Did Vasishtha Maharishi know Sanganakam? Kim? No, I get your point. So, even though it appears, so the, actually I can give, there is an instance where I have just explained to you where you can have an object of cognition which does not have a name. But the problem is, you will not be able to say yatha, correct? Yes, Mother. Because if you have to say yatha, you have to name it. And if you named it, then the sentence is gone out. Yatra yatra abhideyatva abhavaha, tatra tatra prameyatva abhavaha, yatha iti yatkimapi vadati. तर्हि तद् उदाहरणम् अस्य वाक्यस्य न भवितुम् अर्हति. किमर्थमित्युक्ते अभिहितम् इति कृत्वा, तस्य नाम दत्तम् इति कृत्वा. सो यु विल् नाट् बि एबल् टु गिव् एन् एक्साम्पल्. तादृशस्थलमस्ति अत्र व्यतिरेक अन्वयहेतुः इति. इत्युक्ते अन्वयहेतुः यदस्ति तत्र किमर्थं केवलान्वयी, केवल अन्वयहेतुः नास्ति, केवलान्वयी हेतुः इति कम् उद्दिश्य वदेम इति चेत्, यस्य हेतोः व्यतिरेक उदाहरणमेव न दातुं शक्नुमः. बुद्धं वा? हा. सो If you go like this, then you will be able to understand exactly what Kevalanvayi means. Kevalanvayi means that kind of a hetu. Or Kevalanvayi means that a hetu which has got only an anvaya vyapti. A hetu which has got only an anvaya vyapti. When I say only an anvaya vyapti, what does it mean? It means that I will not be able to give an example for vyatireka vyapti. I can construct the sentence. Yatra yatra abhideyatva bhavaha, tatra tatra prameyatva bhavaha. Iti vakyam rachayitum shakyate, vakyasya arthabodha api jayate. यथा भवत्या समीचीनतया अनुवादं कृतम् वेर् देर् इस् आब्सेन्स् आफ् बीङ्ग् नेम्ड् देर् देर् इस् आब्सेन्स् आफ् बीङ्ग् आब्सेन्स् आफ् बीङ्ग् अन् आब्जेक्ट् आफ् नालेज् अनुवादं कर्तुं शक्यते अस्य वाक्यस्य अर्थः जायते एव किन्तु उदाहरणं न दातुं शक्नुमः यदि उदाहरणं दद्मः तर्हि तद् उदाहरणम् अस्य वाक्यस्य न भवति अविधेयत्वात् इति कृत्वा दिस् यु हाव् टु अण्डर्स्टाण्ड् बिकास् वेन् वि गो फर्दर् इन्टु स्टडीङ्ग् अबौट् अविधेयः अत्र अस्माभिः किमुक्तं घटः इति पक्षः अविधेयः इति साध्यं प्रमेयत्वम् इति हेतुः पटवत् इति उदाहरणं प्रमेयः इति हेतुः पटवत् इति उदाहरणम् अग्रे वस्तुतः अत्र अभिधेयः इति साध्यः वा न वा इति चिन्तनं भवति अपि च घटः इति पक्षः वा न वा इति अपि चिन्तनं भवति सो अन्लेस् यु अण्डर्स्टाण्ड् दिस् यु विल् नाट् बि एबल् टु अण्डर्स्टाण्ड् दट् बट् इट् इस् एनफ् इफ् यु अण्डर्स्टाण्ड् इट् अप् टु दिस् मच् अट् दिस् पायिण्ट् अस्तु तर्हि अस्माकम् अवगमनार्थं केवलान्वयि हेतुः इत्युक्ते कः इति चेत् यस्य हेतोः तत्र व्यतिरेकव्याप्तिः अस्ति चेत् तस्य उदाहरणमेव न भवितुमर्हति तर्हि उदाहरणमेव न भवितुमर्हति इति कृत्वा व्यतिरेकव्याप्तिः एव न भवति कुत्र हेतौ तादृशहेतुः अस्ति केवलान्वयी बुद्धं खलु अस्तु समीचीनम् अग्रे स्वामिमहोदय वदति वा आं महोदय महोदय सम्यक् श्रूयते वा सम्यक् फर् सम् रीज़न् टुडे इस् जस्ट् पुट्टिङ्ग् औट् आफ़् टैम् भवतु महोदय व्यतिरेकमात्रव्याप्तिकं व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकी इत्युक्ते किं तर्हि केवलव्यतिरेकी इति कः व्यतिरेकमात्रव्याप्तिकम् अस्तु व्यतिरेकव्याप्तमात्रिकं किम् व्यतिरेकमात्रव्याप्तिकं किम् केवलव्यतिरेकी इति कस्य नाम उदाहरणं दातुं शक्नोमि किन्तु न केवलव्यतिरेकी इति कस्य नाम हेतोः नाम हा उत्तमं हेतोः नाम केतिले केवलव्यतिरेकी कः इति चेत् हेतुः इति वक्तव्यं खलु अस्तु तर्हि व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकी हेतुः इत्यस्य अर्थः कः यस्मिन् हेतौ व्यतिरेकव्याप्तिः एव अस्ति अन्वयव्याप्तिः नास्ति तादृशहेतोः नाम अस्ति केवलव्यतिरेकी इति वक्तव्यं तदेव व्यतिरेकमात्रव्याप्तिकम् इत्यस्य अर्थः अस्तु अग्रे यथा पृथिवी इतरेभ्यो भिद्यते गन्धत्वात् गन्धवत्वात् केवलं पृथिव्यौ एव गन्धलक्षणमस्ति पृथिव्यौ एव गन्धलक्षणमस्ति पृथिव्यां पृथिव्यौ इति रूपमस्ति वा महोदय पृथिव्यां व्यतिरेकं अन्येभ्यः पदार्थ अन्येभ्यः पदार्थेभ्यः पृथिवी गन्धवत्वात् इत्युक्ते पृथिवी एव इति ज्ञानं जायते. महोदय, अत्र इदानीम् अनुमानखण्डं पठन् सन्तः तत्र इतोपि समीचीनतया वक्तव्यम्. पृथिवी इतरेभ्यः भिद्यते गन्धवत्वात् इति कीदृशवाक्यमस्ति एतत्? गन्धवत्वात् महोदय एतत् पक्ष धर्मः हेतुः द्वयोः मिलित्वा अनुमानवाक्यम् अनुमानवाक्यं तावदेव वक्तव्यम्. पर्वतः वह्निमान् धूमात् यथा महानसम् इति यावत् पृथिवी इतरेभ्यः भिद्यते गन्धवत्वात् उदाहरणम् अत्र उक्तं वा? न, उदाहरणं न उक्तम्. अग्रे उक्तमस्ति प्रतिज्ञा अग्रे उक्तमस्ति, तदपि पठतु. यदितरेभ्यो न भिद्यते अग्रे न तत् गन्धवत्वात् यथा जलं. समीचीनतया पठतु महोदय. गन्धवत्वात् इति अस्ति वा? गन्धवत् हा न तत् गन्धवत् अपि च गन्धवत्वात् अनयोः मध्ये महान् भेदः अस्ति खलु महोदय. गन्धवत् न तत् गन्धवत् यथा जलम्. हा, तर्हि अत्र उदाहरणमस्ति यथा जलम्. तर्हि इदानीं सम्पूर्ण अनुमानवाक्यं किम्? पृथिवीतरेभ्यो भिद्यते गन्धत्वात् यथा जलम्. गन्धवत्वात्, गन्धत्वात् नास्ति, कृपया गन्धवत्वात्. गन्धवत्वात् यथा जलम्. हा, उत्तमं. तर्हि अत्र चत्वारः पारिभाषिकशब्दाः के इति वदति वा? पृथिवी इति पक्ष अस्ति, पक्षः अस्ति, पक्षः अस्ति. गन्धवत्वात् इति हेतुः अस्ति. मध्ये किमर्थं त्यक्तम्? पर्वतः वह्निमान् धूमात् यथा महानसम् इत्यत्र पर्वतः पक्षः तदनन्तरं वह्निमान् इति अस्ति खलु? आं महोदय. एवम् अत्र किमस्ति? पृथिवी इतरेभ्यो भिद्यते. तर्हि साध्यं किम् अत्र? गन्धवत्वात् हेतुः अस्ति. सत्यं, गन्धवत्वात् इति हेतुः. उदाहरणं किम्? यथा जलम्. अस्तु, समीचीनं. तर्हि पृथिवी इति पक्षः, गन्धवत्वात् इति हेतुः, यथा जलम् इति उदाहरणम्. इतरेभ्यो भिद्यते साध्यं महोदय. हा, इतरेभ्यो भिद्यते इति वाक्यं, तर्हि इतरभिन्नत्वं साध्यं खलु? इतरभिन्नत्वम्, इतरभिन्नत्वमेव, तदेव साधयितुमिच्छामः खलु. पृथिवी इतरेभ्यः द्रव्येभ्यः भिद्यते खलु. नवद्रव्याणि सन्ति. कथं गणनं कृतं? पृथिवी, जलं, तेज, वायु इति नवद्रव्याणि गणनानि कृतानि खलु. तर्हि तत्र गणनं यदि पृथक् पृथक् नास्ति, तत्र भेदः नास्ति चेत् कथं वा गणनं कर्तुं शक्यते इति कृत्वा अत्र इतरभिन्नत्वम् एव साधनीयं, तदेव साध्यम्. पृथिव्याः इतरभिन्नत्वं साधनीयमस्ति, तदेव साध्यम्. तर्हि पृथिवी इति पक्षः, इतरभिन्नम् इति साध्यं, गन्धवत्वात् इति हेतुः, यथा जलम् इति उदाहरणम्. अस्तु, अग्रे पठतु महोदय. न च अयं तथा न च अयं वा न च इयं न च इयं तथा तस्मात् न तथेति न इयं तथा तस्मात् न तथा इति वाक्यद्वयं कीदृशमस्ति पञ्च अवयववाक्यानि अस्माभिः पठितानि खलु परार्थ अनुमाने तत्र उपनयवाक्यं निगमनवाक्यं कथम् आसीत् एवम् अत्र न इयं तथा इति उपनयवाक्यं उपनयः निगमनम् अस्ति तस्मात् उपनयं निगमनम् नपुंसकं वा महोदय उपनयः इति अहं चिन्तयामि उपनयः इति उक्तं वा कुत्रचित् अस्तु अग्रे पठतु अत्र अत्र यत् गन्धवत् तत् इतर अभिन्न अभिन्नम् इति अन्वय इतर अभिन्नम् इति किमर्थं पठति इतर अहम् इतर भिन्नम् इति अन्वयदृष्टान्तः नास्ति अन्वयदृष्टान्तः नास्ति अत्र तद् पुनः पुनः पठतु अत्र अत्र यत् गन्धवत् पुनः तत्र सन्धिविच्छेदं महोदय पूर्वमेकं वाक्यम् अस्ति खलु तस्मात् न तथा इति तत् पठितं तदेव उपनय तदेव निगमनवाक्यम् इति मया उक्तं खलु अस्तु अग्रे पठतु महोदय अत्र अत्र यत् गन्धवत् यत् अगन्धवत् कृपया महोदय यत् गन्धवत् इति वा यद् गन्धवत् क्षम्यतां यद् गन्धवत् इति एव अस्ति खलु यद् अगन्धवत् इति अस्ति वा गन्धवत् इति अस्ति वा यद् गन्धवत् अस्ति महोदय यत् यद् मया दोषेण दृष्टं यद् गन्धवत् तद् तद् इतर भिन्नम् इति अन्वयदृष्टान्तः नास्ति किमर्थम् अग्रे पठतु पृथिवीं पृथिवी मात्रस्य पक्षत्वात् पक्षधर्मः केवलं पृथिव्याम् एव अस्ति पक्षधर्मः केवलं प्रति सम्पूर्णवाक्यं वदतु महोदय भवान् किं वदति अत्र मध्ये भवान् अवगच्छति वा न वदति न जाने सम्पूर्णवाक्यं किं पक्षधर्मः केवलं पृथिव्याम् अस्ति इत्युक्ते किं गन्धः इति गन्धः इति किं गन्धः केवलं पृथिव्यामेव अस्ति अतः पृथिवी मात्रस्य पक्षत्वात् इति तस्य गन्धः केवलं पृथिव्याम् अस्ति इति वयं जानीमः किन्तु किमर्थम् अस्मिन् विषये अत्र चिन्तनं कथं भिद्यते इति ज्ञानं प्राप्तव्यं महोदय अत एव न अत्र प्रथमं व्यतिरेक अत्र व्यतिरेकव्याप्तिः खलु तर्हि इदानीं व्यतिरेकव्याप्तिवाक्यं वदतु यत्र यत्र इति व्यतिरेकव्याप्ति यत् यत्र यत्र पृथिवी नास्ति तत्र तत्र गन्धः नास्ति हा यत्र यत्र पृथिवी अभावः तत्र तत्र गन्धाभावः उदाहरणं वक्तव्यम् उदाहरणं यथा जलम् उत्तमं यत्र यत्र पृथिवी अभावः तत्र तत्र गन्धाभावः यथा जलम् जले पृथिवीत्व अभावः अस्ति खलु जले जलत्वमेव अस्ति पृथिवीत्व अभावः अस्ति तर्हि जलं पृथिवी नास्ति तर्हि जले जलं पृथिवी नास्ति इत्यतः गन्धः अपि पृथिव्यां नास्ति इति व्यतिरेकवाक्यं वक्तुं शक्यते अस्तु इदानीम् अन्वयवाक्यं वदतु यत्र यत्र पृथ्वीत्वं तत्र तत्र गन्धत्वम् इति अन्वयवाक्यं वा चिन्तयित्वा वदतु महोदय कृपया व्यतिरेक अभावः महोदय यत्र यत्र वह्निः यत्र यत्र धूमः तत्र तत्र वह्निः यत्र यत्र अत्र विपरीतं कृतं खलु यत्र यत्र धूमः तत्र तत्र वह्निः यत्र यत्र वह्निः अभावः तत्र तत्र धूमाभावः इति व्याप्यव्यापकस्थले अत्र विपरीतं कुर्मः खलु महोदय तर्हि किम् अवगच्छति वा न वा एतत् न बुद्धं महोदय यत्र यत्र महोदय अत्र सामान्य गन्धः महोदय एकनिमिषं सामान्यवाक्यं वदतु अत्र अन्वयव्यतिरेकी स्थले सामान्यवाक्यं किं धूमवह्निं स्वीकृत्य अन्वयव्याप्तिः व्यतिरेकव्याप्तिः वदतु यत्र यत्र धूमः तत्र तत्र वह्निः हा तदनन्तरं यत्र यत्र वह्न्याभावः किमर्थम् अत्र वह्न्याभावः इति भवता उक्तं किमर्थं धूमाभावः इति न उक्तम् इति अस्ति खलु व्याप्यव्यापकभावस्थले तादृशमेव वक्तव्यं खलु यत्र यत्र धूमः तत्र तत्र वह्निः किन्तु यदा व्यतिरेकवाक्यं वदामः तत्र वैपरीत्यं जायते खलु यत्र यत्र वह्निः अभावः तत्र तत्र धूमाभावः सत्यं सत्यम् आम् एवम् अत्रापि वक्तव्यं खलु अस्तु इदानीं पुनः वदतु अत्र व्यतिरेकवाक्यं किं यत्र यत्र यत्र यत्र गन्धाभावः तत्र तत्र पृथिव्याभावः क्लारिटि इस् नाट् देर् यत्र यत्र पृथिवी अभावः तत्र तत्र गन्धाभावः यथा जलम् इति भवता उक्तं तत् समीचीनम् इति अपि मया उक्तं खलु आं महोदय तस्य एव अन्वयवाक्यं वदतु इदानीं साध्य हियर् इस् नाट् द पृथ्वी साध्य इस् द इतरेभ्यो विद्यते इति पदं किल अतः यत्र यत्र इतरेभ्यस्य भेदनम् इतरेभ्योः भेदनं तत्र तत्र गन्धवत्वस्य अभावः इति ऐ थाट् महोदय मे बि ऐ एम् राङ्ग् आमामां समीचीनं समीचीनम् आम् तर्हि साध्यं साध्यं भवेत् इत्युक्ते अत्र सामान्यतया साध्यः व्यापकः अस्ति हेतुः व्याप्यः अस्ति तर्हि यत्र यत्र हेतुः तत्र तत्र साध्यं यत्र यत्र साध्याभावः तत्र तत्र हेत्वभावः इति सामान्यतया वाक्यं भवति समीचीनं भगिनि मया दोषः कृतः पृथिवी इति प्रायः तत्र पक्ष एव खलु अस्तु तर्हि इदानीं वदतु स्वामी महोदय प्रथमं व्यतिरेकवाक्यं वदतु यत्र यत्र गन्धाभावः तत्र तत्र पृथिव्याभावः महोदय इदानीं सम्यक् सर्वत्र सर्वम् उक्तं खलु पृथिवी इतरेभ्यः भिद्यते गन्धवत्वात् यथा जलम् अत्र पक्षः कः पृथिवी इतरभिन्नत्वं साध्यं खलु साध्यम् आं महोदय तर्हि इतरभिन्नत्वम् इति साध्यं गन्धवत्वम् इति हेतुः यथा जलम् इति उदाहरणम् उदाहरणम् अत्र अन्वयव्यतिरेकवाक्ये किं भवेत् यत्र यत्र हेतुः तत्र तत्र साध्यं यत्र यत्र साध्याभावः तत्र तत्र हेत्वभावः इति उक्तं खलु महोदय तर्हि इदानीं यत्र यत्र साध्याभावः तत्र तत्र हेत्वभावः इति अस्मिन् उदाहरणं स्वीकृत्य वदतु यत्र यत्र इतरेभ्यः भिद्यते तत्र इतरभिन्नत्वम् इतरभिन्नत्वम् एव इतरेभ्यः भिद्यते इति वाक्यम् इतरभिन्नत्वम् एव साध्यम् इतरभिन्नत्वं वदतु यत्र यत्र इतरभिन्नत्वं भिन्नत्व व्यतिरेक अभाव भिन्नत्व अभावः अस्ति तत्र तत्र महोदय पुनः तत् पारिभाषिकवाक्यमेकः तत्र तत्र हेत्वाभावः आम् यत्र यत्र इतरेभ्यः भिन्नत्वं भिन्नत्वाभावः इतरभिन्नत्व इतरेभ्यः इति वाक्यं कृपया मा वदतु इतरभिन्नत्वम् इति साध्यम् इतरभिन्नत्वाभावः तत्र तत्र पृथिव्याभावः किमर्थं पृथिवी पृथिवी इति पक्षः अस्ति खलु हेत्व यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः तत्र तत्र गन्धाभावः गन्धवत्वात् इति उक्तं खलु गन्धवत्वाभावः गन्धवत्वाभावः उदाहरणं किम् यथा जलम् अस्तु तर्हि इदानीम् अन्वयवाक्यं वदतु यत्र यत्र यत्र गन्धः गन्ध गन्ध यत्र यत्र गन्धः तत्र तत्र पृथिवी इति किमर्थं वदति महोदय तत्र तत्र साध्यः तत्र साध्यं पृथिवी साध्यं नास्ति खलु न पृथिवी तु पक्षः अस्ति महोदय इतर इतरभिन्नत्वं हा यथा इति वक्तुं शक्यते मात्र यत्र यत्र गन्धवत्वं तत्र तत्र पृथिवी तत्र तत्र इतरभिन्नत्वम् इतरभिन्नत्वम् इत्युक्ते पृथिवी इतरभिन्नत्वम् इति एव वक्तव्यं सम्पूर्णरीत्या इतरभिन्नत्वम् इत्यस्य स्वयम् अर्थः नास्ति खलु इतरभिन्नत्वम् इत्युक्ते किं पृथिवी इतरभिन्नत्वं खलु मै मैण्ड् इस् आल्सो वेरि कन्फ्यूस्ड् यत्र यत्र गन्धवत्वं तत्र तत्र पृथिवी पृथिवीतरभिन्नत्वं हा यथा इति न वक्तुं शक्यते अपि च अत्र वाक्यमेव वाक्यबोधः एव नास्ति खलु यत्र यत्र यत्र गन्धवत्वं तत्र तत्र इतरभिन्न पृथिवी इतरभिन्नत्वम् इति वाक्यं समीचीनं भवति किन्तु तादृश सन्दर्भः एव न लभ्यते किमर्थमित्युक्ते गन्धः एव पृथिव्याः लक्षणं खलु इति कृत्वा यथा इति अन्वय उदाहरणमेव न वक्तुं शक्यते किमर्थं न वक्तुं शक्यते इति चेत् गन्धः एव पृथिव्याः लक्षणम् इति कृत्वा यत्र यत्र गन्धवत्वं तत्र तत्र पृथिवी इतरभिन्नत्वम् इति न वक्तुं शक्यते इति कृत्वा एतादृश अनुमानवाक्यम् अत्र केवलान्वयी इत्युक्ते केवलान्वयी हेतुम् उपयुज्य एतद् अनुमानं कृतम् इति अर्थः ओके बुद्धं वा एतावत्पर्यन्तं शङ्का अस्ति महोदय हा वदतु यदि वयं व्यतिरेकव्याप्तिं स्वीकृत्य वदामः तर्हि वयं वाक्यं वदामः यत्र यत्र पृथ्वी इतरभिन्नत्वस्य अभावः तत्र तत्र गन्धवत्वस्य अभावः इति तद्वाक्यमपि मया न अवगतं. यत्र यत्र पृथ्वी इतरभिन्नत्वस्य अभावः इत्युक्ते वेर् एवर् देर् इस् एन् आब्सेन्स् आफ् म्यूचुवल् आब्सेन्स् आफ् डिफ़रेन्स् फ्रम् पृथ्वी इतरभिन्नत्वं डिफ़रेन्स् फ्रम् पृथ्वीस् आब्सेन्स् सो वेर् एवर् देर् इस् एन् आब्सेन्स् आफ़् डिफ़रेन्स् फ्रम् पृथ्वी देर् तत्र तत्र गन्धवत्वस्य अभावः देर् देर् इस् नो गन्धवत्वं देट् इस् अ राङ्ग् सेण्टेन्स्. यत्र यत्र पृथिवी इतरभिन्नत्व अभावः अस्तु क्रमेण चिन्तयामः. पृथिवी पृथिवी इतरभिन्नत्वं कुत्र वर्तते? जले. हा जले केवलं जले नास्ति कोऽपि अपार्ट् फ्रम् पृथिवी. उत्तमम्. पृथिवी इतरभिन्नत्वं पृथिवीं विहाय लोके अन्यत्र सर्वत्र भवति खलु. तर्हि पृथिवी इतरभिन्नत्वं पृथिवीं विहाय लोकेषु सर्वेषु पदार्थेषु वर्तते. तर्हि पृथिवी इतरभिन्नत्व अभावः कुत्र वर्तते? पृथिव्याम्. अस्तु पृथिवी पृथिवी इतरभिन्नत्व अभावः पृथिव्यां वर्तते. गन्धवत्व अभावः कुत्र वर्तते? पृथ्वीं विहाय सर्वाणि सर्वेषु पदार्थेषु वर्तते. यत्र यत्र पृथिवी इतरभिन्नत्व अभावः तत्र तत्र तत्र तत्र गन्धवत्वाभावः. गन्धवत्वं गन्धवान् गन्धवती पृथिवी अस्ति. गन्धवत्वं पृथिव्याम् अस्ति. गन्धवत्व अभावः लोके सर्वत्र अस्ति खलु. किम्? हा महोदय, हा सर्वत्र एव. हा यथा जलं, तर्हि अत्र कः क्लेशः? क्लेशः एव अस्ति किल महोदय. अत्र यत्र यत्र पृथिवी इतरभिन्नत्वं भिन्नत्वस्य अभावः, इदानीं पृथिवी इतरभिन्नत्वस्य अभावः कुत्र वर्तते? पृथिव्यामेव वर्तते. अत्र कथं भवितुमर्हति? एकनिमिषम् अत्र क्रमेण चिन्तयेम. पृथिवी इतरभिन्नत्व अभावः कुत्र वर्तते? पृथिव्यां वर्तते खलु. तर्हि यत्र यत्र पृथिवी इति आगतं, पृथिवी इतरभिन्नत्व अभावः इत्यत्र इति पृथिवी इति स्थापयामः. यत्र यत्र पृथिवीत्वम् इति वदेम. इतर पृथिवी इतरभिन्नत्व अभावः इत्युक्ते पृथिवीत्वं खलु. यत्र यत्र पृथिवीत्वं तत्र तत्र गन्धवत्व अभावः. यत्र यत्र पृथिवीत्वं तत्र तत्र गन्धवत्व अभावः. गन्धवत्व अभावः गन्धवती गन्धवती पृथिवी अस्ति. गन्धवत्वं पृथिव्याम् अस्ति. तस्य अभावः अन्यत्र लोक इत्युक्ते जले इति स्वीकुर्मः. गन्धवत्व अभावः कुत्र अस्ति? जले अस्ति खलु. तर्हि जलत्वे अस्ति. तर्हि यत्र यत्र पृथिवीत्वं तत्र तत्र जलत्वम् इति आगच्छति वाक्यस्य अर्थः इति क्लेशः. अस्तु किं कुर्मः? प्रश्नः तु समीचीनः एव. तर्हि अत्र प्रथमं किञ्चित् पाठम् अग्रे पठेम. तदनन्तरं यदा केवलव्यतिरेकस्थलं पश्येम, इत्युक्ते केवलान्वयस्थले केवलव्यतिरेकस्थले घटः अभिधेयः प्रमेयत्वात् पटवत् इत्यत्र घटः इति पक्षः अभिधेयत्वम् इति साध्यं प्रमेयत्वम् इति हेतुः न प्रमेयः इति प्रमेयत्वम् इति हेतुः पटवत् इति उदाहरणम् इति यदस्माभिः स्वीकृतं तादृशं न स्वीकर्तव्यम् इति पाठः आगच्छति. एवमेव केवलान्वयस्थले अपि एतादृशं न स्वीकर्तव्यम् इति पाठः आगच्छति. तर्हि किमर्थं तस्मिन् विषये चिन्तनं कार्यम् इत्यस्य बीजम् इदानीम् अस्माभिः लब्धं. तर्हि किं कुर्मः, प्रथमं केवलव्यतिरेकी अन्वयव्यतिरेकी हेतुम् अवगम्य तदनन्तरम् अत्र केवलान्वयी पठित्वा तत्र किमस्ति इति अवगम्य पुनः अस्मिन् विषये चिन्तनं कुर्मः. प्रश्नः तु समीचीनः, अहम् अङ्गीकरोमि निश्चयेन. अस्तु, तर्हि तावत् यावत् न पठेम तावत् अत्र प्रश्नस्य स्थगनं कुर्मः, किन्तु प्रश्नं न त्यजेम. प्रश्नं तु मनसि अस्ति, अग्रे गच्छेम इदानीम्. अस्तु, अग्रे रमेश महोदय वदति वा अयम् आशयः इति. अयम् आशयः व्याप्तिः साध्यहेतवोः सम्बन्धः इति प्राग् उक्तं, सः च अनेकपदार्थघटितः. दर्शिता व्याप्तिः पञ्चपदार्थघटिता. पञ्चपदार्थघटिता इत्यस्य पञ्चपदार्थान् ज्ञात्वा एव तस्याः ज्ञानं भवति इति अर्थः. ते च पञ्चपदार्थाः व्याप्तिघटकाः इति उच्यन्ते. तत्र व्याप्तिः व्याप्तिः साध्यहेतोः सम्बन्धः उक्तं, तद् अनेकपदार्थ व्याप्तिः इत्युक्ते अनेकपदार्थ पञ्चपदार्थघटकाः इति वयं जानीमः. पञ्चपदार्थेन एव व्याप्तिः भवति. व्याप्तिः इति पदस्य व्याप्तिः इति पदं श्रुत्वा पञ्चपदार्थाः ज्ञायन्ते इति अस्माभिः पठितं खलु. यथा गमनम् इति पदं श्रुत्वा चत्वारः पदार्थाः ज्ञायन्ते, घटः इति पदं श्रुत्वा त्रयः पदार्थाः त्रयः विषयाः पदार्थाः इति न वक्तव्यं त्रयः विषयाः ज्ञायन्ते इति उक्तं खलु. तदेव अत्र परामर्शितं, किन्तु अत्र विपरीत्यरीत्या उक्तम् इत्युक्ते व्याप्तिः इति पदं श्रुत्वा पञ्चविषयाः ज्ञायन्ते इति नास्ति. वस्तुतः व्याप्तिः इति पदं वदामश्चेत् तस्मिन् पदे पञ्चविषयाः सन्ति, पञ्चविषयाः बोध्यन्ते इति अवगतं खलु. तदेव अत्र उक्तं व्याप्तिघटकाः पञ्चपदार्थाः पञ्चविषयाः व्याप्तिघटकाः इति उक्तम्. अस्तु, अग्रे महोदय. ते च पञ्चपद सारि वा ते च पञ्चपदार्थाः व्याप्तिघटकाः इति उच्यन्ते. व्याप्तिघटकः इति इत्यस्य तत् ज्ञानं ज्ञानेन एव व्याप्तिः ज्ञायते इत्यर्थः. इति अत्र अत्र वदतु किञ्चित् व्याप्तिघटकः इत्यस्य किम्. व्याप्तिघटकः इत्यस्य तत् ज्ञानेन एव व्याप्तिघटकः एव यत् अस्ति तस्य ज्ञानेन एव व्याप्तिः ज्ञायते. तर्हि पञ्चपदार्थस्य ज्ञानेन एव व्याप्तेः ज्ञानं भवति इति. हा, इति अस्ति. तत्र व्यतिरेकं वक्तव्यं चेत् पञ्चपदार्थानां ज्ञानं नास्ति चेत् व्याप्तिज्ञानं न भवति इति अर्थः खलु. हा, अस्तु, अग्रे. तदा च यस्यां हेतुः साध्यं च घटकौ हेतुसाध्ययोः ज्ञानेन एव या व्याप्तिः ज्ञायते सा अन्वयव्याप्तिः इत्युच्यते. तत्र यत्र हेतौ यादृशहेतौ साध्यं हेतौ साध्यं च घटकौ ज्ञानेन व्याप्तिः यस्यां हेतुः इति उक्तं यस्यां हेतौ इति न उक्तं यस्यां हेतुः यस्याम् इत्यनेन किम् उक्तं यस्यां व्याप्त्यां व्याप्त्यां हेतु साध्यम् इति द्वयोः ज्ञानेन एव व्याप्तेः ज्ञानं भवति इति तादृशज्ञानं यत्र भवति तत्र अन्वय व्याप्तिः ज्ञानम् इति अन्वयव्याप्तिः इति उच्यते हा तर्हि अत्र व्याप्तौ हेतुपदम् अपि भवेत् घटकं भवेत् घटितं भवेत् हेतुपदं घटितं भवेत् व्याप्तिपदमपि घटि साध्यपदमपि घटितं भवेत् यत्र यत्र धूमः तत्र तत्र वह्निः इति अन्वयव्याप्तिवाक्ये हेतुपदम् अस्ति खलु धूमः इति हेतुपदम् अस्ति वह्निः इति साध्यपदमपि अस्ति तर्हि तादृशपदद्वयघटितवाक्यम् एव अन्वयव्याप्तिः इति उच्यते अपि च हेतुः साध्यम् अनयोः ज्ञानम् आवश्यकमस्ति तयोः मध्ये यः सम्बन्धः अस्ति व्याप्यव्यापकसम्बन्धः यदस्ति तेषां सर्वेषां ज्ञानं भवति चेत् एव व्याप्तिः अवगन्तुं शक्नुमः इति आगतम् अपि च अत्र आशयः कः इति चेत् अन्वयव्याप्तिः किम् इति चेत् यस्मिन् यस्यां व्याप्तौ साध्यम् अपि च हेतुः उभयमपि घटितमस्ति तदेव अन्वयव्याप्तिः इति अग्रे महोदय शब्दखण्डे यद्यपि अन्वयपदेन पदार्थयोः संसर्गः अभिधास्यते तथापि इह अन्वयपदेन हेतुः साध्यं च अथवा तयोः विद्यमानत्वं ग्राह्यम् तावद् वदतु विद्यमानत्वम् अग्रे अग्रेपि किञ्चित् पठित्वा वदतु विद्यमानत्वम् इति कुतः उच्यते यस्मात् अन्याया व्यतिरेकव्याप्तिः सा तयोः अविद्यमानत्वम् आधाय वर्णिता अग्रे अविद्यमानत्वम् अभावः साध्यस्य अभावः हेतोः च अभावः अग्रे तथा च यस्यां व्याप्तौ साध्य अभावः हेत्वभावः च घटकौ सा व्यतिरेकव्याप्तिः इति उक्तौ तद् विपरीतं विद्यमानत्वम् एव अन्वयपदेन ग्राह्यं भवति क्वचित् ग्रन्थे अन्वयः इत्यस्य साध्यम् इति अर्थः वर्णितः तत्र विद्यमानत्वम् इत्युक्ते यत्र हेतुः अपि अस्ति साध्यम् अपि तस्य घटकं तस्य हेतोः अपि दृश्यते साध्यमपि दृश्यते तादृशं विद्यमानत्वम् इति ग्राह्यं यत्र हेतोः अविद्यमानत्वम् इत्युक्ते साध्यस्य अभावः अपि च हेतोः अभावः तत् अविद्यमानत्वं व्यतिरेकव्याप्तिः इत्युक्ते अविद्यमानत्वं तर्हि साध्यस्य अभावः अस्ति तर्हि यत्र साध्यस्य अभावः अस्ति तत्र हेत्वस्य अभावः अस्ति तादृशवाक्यं व्यतिरेकव्याप्तिः इति तर्हि विद्यमानत्वम् इत्युक्ते अस्तित्वं साध्यहेत्वोः अस्तित्वं स्वीकृत्य यदि वाक्यं रचयामः तादृशवाक्यम् अन्वयव्याप्तिः उदाहरणार्थं यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः अस्ति इति वाक्यम् अविद्यमानत्वम् इत्युक्ते नास्तित्वं स्वीकृत्य अभावं स्वीकृत्य यदि वाक्यं रचयामः तदा व्यतिरेकव्याप्तिः किन्तु तस्मिन् वाक्ये अपि व्यतिरेकव्याप्तिवाक्ये अपि साध्यं हेतुः उभयमपि भवेत्, किन्तु तेषाम् अभावत्वं स्वीकृत्य, यथा यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः, नो चेत् यत्र यत्र वह्निः नास्ति तत्र तत्र धूमः नास्ति इति वाक्यं रचयामः, तादृशवाक्यमेव व्यतिरेकव्याप्तिः इति कथ्यते। अत्र आरम्भे प्रथमवाक्ये किं लिखितमस्ति इति तद् अवबुद्धं वा? शब्दखण्डे तत्र न पूर्णतया न बुद्धं, परन्तु तत्र संसर्गः न संसर्गः न स्वीकरणीयं, तस्य अन्वयपदेन संसर्गः अभिधास्यते, तथापि इह अन्वयपदेन हेतुः साध्यम्। अन्वयपदेन अभिधास्यते तावत्पर्यन्तम्, हेतुः साध्यः इति शब्दखण्डे द्वयोः मध्ये सम्बन्धः अस्ति तदपि दत्तमस्ति वा? न न न, तद् नास्ति। शब्दखण्डे इत्युक्ते भगवद्गीतां यदा वयं पठेम तत्र श्लोकस्य अन्वयं वदतु इति अहं वदामि खलु। हा, अन्वय इत्युक्ते, हा अन्वय इत्युक्ते शब्दखण्डे यद्यपि अन्वयपदेन, ओके हा तद् बुद्धं। हा, तर्हि तत्र पदार्थयोः संसर्गः इत्युक्ते सम्बन्धः, तर्हि क्रमेण वदति खलु, तत्र प्रथमं कर्ता उपयुज्य, तदनन्तरं करणं, तदनन्तरं कर्म, न करणं कर्ता, कर्म करणं सम्प्रदानम्, अन्ततो गत्वा तत्र क्रियापदं स्थापयति। तति तत्र तत्र तदनन्तरं तत् तदनन्तरं तत्र इति सम्बन्धः अस्ति खलु, तदेव अन्वय इति शब्दस्य अर्थः शब्दखण्डे। किन्तु अन्वय अनुमानखण्डे तादृश अर्थः नास्ति, अनुमानखण्डे विद्यमानत्वं स्वीकृत्य अन्वय इति शब्दस्य विद्यमानत्वम् इति अर्थः, तयोः विद्यमान कयोः विद्यमानत्वम् इति कश्चन धर्मः अस्ति, कुत्र अस्ति? विद्यमानेषु अस्ति। कौ विद्यमानौ? हेतु साध्यौ। तर्हि हेतु साध्ययोः विद्यमानत्वं स्वीकृत्य यदि वाक्यं रचयामः तस्य वाक्यस्य नाम अस्ति अन्वयव्याप्तिः इति। शब्दखण्डे इत्युक्ते डिक्शनरि वा महोदय? किं शब्दखण्डे इत्युक्ते अत्र प्रत्यक्षखण्डः, अनुमानखण्डः, उपमानखण्डः, शब्दखण्डः इति अस्ति खलु, तत्र शब्दप्रमाणं शब्दप्रमाणे शब्दप्रमाणखण्डे अत्र अन्वय इति वदामश्चेत् तत्र तु पदयोः मध्ये यः सम्बन्धः अस्ति तदेव अवगन्तव्यः अन्वय इति पदेन, किन्तु अनुमानखण्डे अन्वय इति पदेन शब्दयोः हेतुसाध्ययोः विद्यमानत्वं यदस्ति तदेव अर्थः अवगन्तव्यः इति उक्तम्। अस्तु, समयः जातः, अत्र स्थगयेम। अत्र किञ्चित् अत्र व्यतिरेकव्याप्तिस्थले अन्वयव्याप्तिस्थले व्यतिरेकहेतुस्थले व्यतिरेकी हेतुस्थले अन्वय केवलान्वयी केवलव्यतिरेकी किञ्चित् अवगमनार्थम् अत्र किञ्चित् जाटिल्यम् अस्ति एव, नास्ति इति न वक्तुं शक्नुमः, तर्हि अवधानं दत्त्वा वक्तव्यं। सो वेन् यु यूस् वर्ड्स् यू नीड् टु बि वेरि वेरि केर्फुल् बिकास् इफ् ऐ कीप् करेक्टिङ्ग् यु and I also get confused in the process if you keep replacing this and that, so you need to really slow down, you need to be very clear in your usage of words, then we will be able to understand. Astu sarvebhyo namaskarah, dhanyavadaah, atrasagi.